पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायम् 8 व्यास उवाच पुनर्वक्ष्यामि विप्रेन्द्र गङ्गामाहात्म्यमुत्तमं गङ्गाकथासुधापानं कुरु मुक्तिं यदीच्छसि दानं दत्तं तेन सर्वे मखा कृताः तेन प्रपूजितो विष्णुर्यद्भक्तिर्भीष्ममातरि गङ्गायां धर्मकर्माणि क्रियन्ते यानि कानि च अक्षयानि भवन्त्यस्य तानि सर्वाणि जैमिने वसन्तं जलमालोक्य गाङ्गेयानि जलानि यः भक्त्या गच्छेत् समुद्धाय सोऽश्वमेध सहस्रकृद गङ्गा जलेष्वागदेषु यो नो तिष्ठति भक्तिदः पशुता शाश्वती तस्य जन्मजन्मनि जैमिने गाङ्गेयं जलमासाद्य यो न गृह्णाति भक्तिदः जन्मकोट्यर्जितं पुण्यं क्षणादेव तु नश्यति गङ्गातीरं जिगमिषुं यस्तु वारयदे द्विज सकोटिकुलसंयुक्तो रौरवं नरकं व्रजेद मूत्रं वा धपुरीशं वा गङ्गाधीरे करोति यः न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि श्लेष्माणं वापि निष्ठीवं दूषिकां वाश्रुवामलं गङ्गाधीरे त्यजेद्यस्तु स नूनं नारगी भवेद उच्छिष्टं कफकं चैव गङ्गागर्भे च यस्त्यजेद स यादि नरकं घोरं ब्रह्महत्यां च विन्दति गङ्गारोधसि यः पापं कुरुदे मूढधीर्नरः तदक्षय भवेन्नूनं नान्यतीर्थेषु शाम्यति अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते तस्मात् पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः कर्मणा मनसा वाचा कर्तव्यो धर्मसङ्ग्रहः न ते देशा न ते शैला न च तानि वनानि च पापविध्वंसिनी यत्र न तिष्ठे सुरनिम्नगा गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि भिक्षान्नमपि भुक्ता च स्थातव्यं जाह्नवीतटे न चान्यत्र क्षणमपि प्राप्य भूपालतामपि संत्यज्य देहं गङ्गायां ब्रह्मापि विमुच्यते अन्यत्र मुक्तये न स्यादश्वमेध सहस्रकृत गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेद जन्मजन्मान्तरे येन कदाचिन्नार्चितो हरिः भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि श्रूयतां मानवा सर्वे भूयो भूयो ब्रवीम्यहं स्नानं विधाय गङ्गायां गम्यतां परमं पदं मृत्युकाले भजेद्यस्तु गङ्गा गङ्गेति मानवः विमुक्तपादकैः सर्वैर्दिवि देवयुगायुधं यस्य गङ्गा कथारम्भो मृत्युकाले भवेद्विज स गच्छेद्विष्णुभवनं गलिताखिलकल्मषः यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम गङ्गेदि मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः मृत्युकाले भवेद्यस्तु गङ्गा मृत्पुण्ड्रमुत्तमं गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरं श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेद तिष्ठन्त्यस्तीनि गङ्गायां यावत्कालं शरीरिणः तावत् कल्पसहस्राणि विष्णुलोके महीयते यस्य मज्जन्ति गङ्गायां भस्मास्तीनि नखानि च शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेद स्थितेष्वस्तिषु गङ्गायां यत्कर्म लभते नरः ब्रवीमि तत्फलं सर्वं शृणु नान्यमनाद्विज एकदा भगवान् चक्रो नानालङ्कारभूषितः क्रीडागृहं ययौ कामी युवत्या पद्मगन्धया पद्मगन्धारसज्ञासा सम्प्राप्त नवयौवना नानारसप्रसादेन चकार सुरसम्प्रति सपत्न्या स्वर्णपर्यङ्गे तस्या शिशुमृगीदृशः प्रीतपादतले जिष्णुरुवासस्मरमोहितः अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीडिकां ददाति परमप्रीतस्तद्गुणाकृष्टमानसः यदस्मिन्नेव काले दुपौलोमी वरसुन्दरी भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ दृष्ट्वा तथा विधं शक्रं सर्वदेवाधिपं प्रभुं भृश्यं चुक्रोपपौलोमी प्राहेति च सुलक्षणा सच्युवाच देव किं कुरुषे कान्तत्वं समस्तसुराधिप मम दासीस्वरूपायै ददासि स्वर्णवीडिकां स्पृशन्ति त्रिदशा सर्वे शिरसा चरणौ तव त्वं कथं पद्मगन्धाय दास्या पादतले प्रभोः याचितश्च सुगन्धित्वात् भृङ्गस्यान चतश्यशः सुन्दरी कोटिभर्ता त्वं समस्तरसविप्रभो कथमेवं विधं कर्म करोष्यत्यन्तकुत्सितं निर्गुणे पद्मगन्धेः दासि दूरं परिव्रज त्वमीश्वरी च पर्यङ्गे शक्रपादतले तव व्यास उवाच तया निर्भर्सिता साध्वी पौलोम्या बहुधा तदः उवाच पद्मगन्धा सा क्रोधादिति वराङ्गना पद्मगन्धोवाच गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै केनाधिकारेणागत्य त्वं मां निन्दसि निर्गुणे अन्ये नेत्रद्वयेनापि पश्यन्ति गुणदोषकौ सहस्रनेत्रैरप्येष न पश्येत् किं दुराशये यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा आदौ कलङ्कश्चन्द्रस्य दृश्यते गुणवज्जनैः अनर्थभाषिणी क्रूरा कुमूर्तिर्गुणवर्जिता यदाहं नास्मि गुणिनी भजतु त्वां तदा पदिः व्यास उवाच युक्त्युक्त्वा पद्मगन्धा सा क्रोधात् को कनदेक्षणा उत्तस्थौ स्वर्णपर्यङ्कात् कुर्वन्ती करुणं महद इन्द्र उवाच प्रिये प्राणेश्वरि श्रेष्ठे मां विहाय क्व गच्छसि मया किमपराधं ते मम तद्वद सुन्दरी कान्दे दासोऽस्म्यहं नूनं दासकर्म करोति ते दासपत्नी भवेद्दासी वाक्यं त्वं न शृणोषिकं समुद्धाय ततः शक्रस्तन्मोहाकुलमानसः अङ्गे निवेशयामास भूयस्तां वरसुन्दरीं सचिवाच क्रौञ्चित्वज्जीवनं धन्यं व्यर्थं मज्जीवनं ध्रुवं त्वं स्वामि सुभगा नित्यं दुर्भगाहं वराङ्गना यावत्पुण्यक्षयं क्रौञ्चि तत्पुण्यं यास्यदे क्षयं क्रौञ्च वंशसमुत्पन्ना दुःखं भूयो विभोक्ष्यसि देवेन्द्रेण समं तावत् कुरु केलि यथा सुखं कियद्भिर्दिवसै क्रौञ्चि न भवेत्तव निर्गुणे अत्यद्भुतं वचस्तस्याः पद्मगन्धा निशम्य सा द्वन्द्वभावं परित्यज्य प्रणम्यो वाचतां सतीं पद्मगन्धोवाच पुलोमजे वररोहे चित्रमेदत्वयोदितम् क्रौञ्ची कथमहं ब्रूहि श्रोतुमिच्छामि यत्नतः काकं कुत्र स्थिता चापि कथमत्रागदा सती कालैः कियद्भिर्मत्पुण्यं क्षीणत्वं प्रतियास्यति शच्युवाच पद्मगन्धे पुरा त्वं हि क्रौञ्ची पक्षि समुद्भवा अमेध्यमामिषं कीडान् भक्षयन्ती क्षिदौ स्थिता न्यग्रोधतरुरेकोऽस्ति गङ्गातीरे मनोरमे तत्र नीडं विनिर्माय भवत्या वसति कृता एकदा कृष्णसर्पेण तस्मिन्न्यग्रोधपादपे नीडं प्रविश्य दष्टात्वं सहसा पञ्चदां गदा क्रव्याणि तव सर्वाणि ससर्पो भक्षयत्क्रुधा स्थितानि तत्रैवास्थीनि निर्मांसानि वरानने कदाचित् पवनैर्भद्रे महद्भिः स च पातितः भग्नपपादगङ्गायां समूलोऽपि वराङ्गने गङ्गायां पतिते तस्मिन्न्यग्रोधे धरणीरुहे गङ्गाजलैः प्लावितानि तान्यस्तीनि तवोत्तमे यावदस्तीनि गङ्गायां तावत् तिष्ठन्ति तानि च तावत् त्वं स्वामि सुभगा भविष्यसि सदैव हि इति ते कथितं सर्वं पद्मगन्धे मयाधुना येन पुण्यप्रभावेण शक्रोऽपि वशगस्तव धन्यादु जाह्नवी देवी क्रौञ्ची यस्या प्रसादतः त्वमस्पृश्यासि चाण्डालैरङ्गेष्वपि शिवज्रिणः तेनापमानिता साध्वी शक्रेणापि पुलोमजा परिम्लानमुखाम्भोजा सा जगाम यथा गदा शक्रांक एव सा तस्थौ पद्मगन्धा वराङ्गना तद्वाक्यं हृदये तस्या जागरूकमिव स्थितम् अथैकदा सुराधीश सुप्रीतस्तद्गुणैर्द्विजा वरं वरय शुश्रोणि स्वयं तामित्युवाचः पद्मगन्धोवाच त्वं सर्वदेवताधीशो नारीकोटिपतिस्तदा तथाप्यसि ममाधीनस्वामिन् किमपरैर्वरैः तथापि त्वं वरं दित्सुर्यदा नूनं सुरोत्तम कर्मणा मनसा वाचा प्रतिज्ञां कुरु मत्पुरः इन्द्र उवाच जीवितं च धनं चैव राज्यं चैव परिच्छदम् आज्ञापय किमे तद्वै तुभ्यं दास्यामि सुन्दरी सत्यं सत्यं पुनः सत्यं सन्देहो नात्र विद्यते यदीच्छसि मृगीनेत्रे तत्ते दास्याम्यहं ध्रुवं पद्मगन्धोवाच नूनमेव प्रसन्नोऽसि यदि त्वं त्रिदशेश्वर जन्म मे हस्तियो नौ च भूयो देहीति मे वरम् इन्द्र उवाच कृतप्रतिज्ञः शुश्रोणि वरं तेऽहं ददामि वै किन्तु दुःखानि यादानि बहूनि हृदये मम त्वामदृष्ट्वा वरारोहे प्रीतिर्न प्राप्यते क्षणं कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहं यदा मय्यनुकम्पास्ति तव पीनपयोधरे तदा कियद्दिनं तिष्ठ मया सह वराङ्गने ततो देवाधिराजस्य वदन्ती बहु सम्पदं वर्षाणामयुधं तस्थौ सा देवनिलये सति पद्मगन्धोवाच आज्ञां देहि सुराधीश साधितुं सुमनोरथं व्रजाम्यहं कर्मभूमिं वन्दे पादद्वयं तव इन्द्र उवाच त्वत्प्रेमसिन्धुमानेन मया चन्द्रनिभानने स्थित्वा कतिदिनं पश्चात् गमिष्यसि यथा सुखं तदस्तु कौतुकागारे तेन सार्धमहर्निशम् क्रीडन्ती पद्मगन्धा सा तस्थौ वर्षायुधत्रयं सुराधीशं तदस्येदि तदा प्राहमुदान्विता आदेशं गुरु गच्छामि पृथिवीं प्रति सम्प्रति इन्द्र उवाच जाड्यं जहीः शुश्रोणि तिष्ठात्रैव मया सह त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीं पद्मगन्धोवाच पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि तदा चिरं देविच्छेदो भविष्यदि मया सह यद्विच्छेदे मया नाथ पुनर्गन्तुं भुवं प्रति इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे कर्मभूमिमहं गत्वा येनोपायेन वासव तत्करिष्यामि विच्छेद कदाचित् स्यात् त्वया न मे इन्द्र उवाच भद्रे त्वया यदा नूनं कर्मेदं कर्तुमिच्छितं तदा गच्छ पुनः शीघ्रमागमिष्यसि सुन्दरी सह नेत्राद्धिविकलद्वाष्पसिक्ततनुस्ततः दोर्भ्यामालिङ्ग्यतां शक्रो गच्छेत्याह प्रिये वदन् तदा देशात्ततः साध्वी कर्मभूमिं समागता जाता च हस्तिनीयोनौ भूत्वा जातिस्मराद्विज स्मरन्ती निजवृत्तान्तं सा कियद्भिर्दिनैस्ततः जगाम जाह्नवीतीरं हस्तियोनिषु सम्भव गङ्गायां स्नानमासाद्य गङ्गा कर्दमभूषिता गङ्गा गङ्गेति जल्पन्ति ह्रदं निम्नं विवेश स तस्मिन् गङ्गाह्रदे गत्वा हस्तिनी पर्वताकृतिः निजां जातिं स्मरन्ति सा जगाम पञ्चतां पुनः तस्या साकसमालोक्य हस्तिनीं सर्वदेवताः ववृषु पारिजाताध्यै कुसुमैरुत्तमैर्मुदा तामानेदुं ततः शक्रः सर्वदेवगणैर्वृतः वेगात्तच्चिरविच्छेदात् कृष्णाङ्गीं सुमनाययौ पुष्पकेदां समालोक्य दिव्यदेहां सुराधिपः कथयन्निजदुःखानि निजावासं जगामः पुलोमजाचरम्भा च प्रम्लोचा चोर्वशी तथा सुन्दर्योऽन्याश्च युवतिस्तस्यास्त्यक्त्वा मुदा गताः शक्रस्य हृदयोत्साहं तन्वन्ती सा वराङ्गना पुरन्दरपुरे तस्थौ सुभगा प्रीतिवल्लभा यस्यास्तिष्ठन्ति गङ्गायां यावदस्ति निजैमिने कुलकोटिशतं तावत्तस्तावास सुरालये राजानो दिवि राज्येषु ये भूतास्तपोबलाद तेषां स्नेहभूमिर्भवत्यमरसुन्दरी गङ्गास्ति मज्जना देव जैमिने फलमीदृश्यं गङ्गायां त्यजतो देहं फलं वक्तुं न शक्यते मृदं शरीरं गङ्गायां यावदस्ति निजैमिने कल्पकोटिशतं तावत् तस्य वाससुरालये मृदं शरीरं गङ्गायां स्रोतोभिश्चलितं द्विज दृश्यते देहिनस्तस्य तद्फलं शृणु जैमिने स्वर्गे देवाङ्गनात्रस्थचारु चामरवायुभिः वीजितस्वर्णपर्यङ्गे सूक्तस्तिष्ठति कौतुकी जाह्नवीसैकदेयस्य शरीरं दृश्यते मृदं दिवाकरकरैः सप्तं कुलं तस्य वदाम्यहं सुगन्धैश्चन्दनैर्दिव्यैर्लिप्त सर्वकलेवरः दिव्याङ्गनाभिस्सहितो दिवि क्रीडति सर्वदा काकैर्गृध्रैश्च कङ्कैश्च शङ्कुतैर्भीष्ममातरी वपुर्विदलितं यस्य दृश्यते तद्फलं शृणु दिवि दिव्याङ्गनापीन प्रोत्तुङ्गरुचिरस्तनैः श्लिष्टवक्षाश्च पर्यङ्गे निद्रादिनित्यमेव सः पिपीलिकाभिक्रीडैश्च मक्षिकाभिश्च वेष्टितः गङ्गायां यस्य दृश्यन्ते अस्तीनि पतितानि च तस्याक्षयं फलं विप्रवदतो मे निशामय प्रणाम त्रिदशव्यूह शिरोमुकुटभूषणैः हतपादरजा स्वर्गे स च शक्रायते चिरम् अनिच्छयापि गङ्गायां यद्देहपतनं भवेद् स विमुक्तोऽखिलैः पापैर्नरो नारायणो भवेत् यस्याङ्गाराश्च दृश्यन्ते गङ्गायां चलिता जलैः अङ्गारसङ्ख्यया स्वर्गे तिष्ठेत् कल्पशताधिकं सर्वेषामेव पुण्यानां कदाचित् क्षयमीक्षदे गङ्गायां पतिते देहे भवेत् पुण्यक्षयो न हि बहुनात्र किमुक्तेन निश्चितं कथ्यते अधुना गङ्गायां त्यक्तदेहस्य महिमा ज्ञायते न हि विषमदुरितराशीनाशि गङ्गां नरो यस्पृशति भुवि कदाचित् भावुको भक्तिभावैः जगदुदधिजलं विलङ्घ्ये घोरं व्रजति स पारमपारतुष्टिना वा इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्येष्टमोऽध्यायः ॐ